नमस्सर्वेभ्यः. अत्र अजेर् वि अघ्नयपोः इति सूत्रम्. अजेर् धातोः वि इत्ययम् आदेशः स्यात् आर्धधातुकविषये, घञ् च अप् च वर्जयित्वा. अजेः षष्ट्यन्तं वि प्रथमान्तम् अघ्नयपोः सप्तम्यन्तं त्रिपदमिदं सूत्रम्. आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अजेः वि आर्धधातुके अघञ् अपोः. वलादौ आर्धधातुके वेष्यते इति वार्तिकेन वलादिः इदनुकूलः. आर्धधातुकप्रत्ययः परः अस्ति चेत् अयं धात्वादेशः विकल्पेन भवति, यथा प्रवेता प्राजिता, प्रवेतुं प्राजितुं, प्रवेतव्यं प्राजितव्यमिति. तदेव तावदेव. सरला भगिनी पठति किं प्रतिपादयतु यत् भवती पठितवती. धात्वादेशः इति अस्ति. अज् धातोः स्थाने वि धातोः वि इति आदेशः भवति आर्धधातुके परे. परन्तु यदि तत् प्रत्ययः घञ् या अप् च अस्ति तदा तत् न भवति, तत् अज् एव तिष्ठति. अत्र यदा वि इति आदेशः भवति अस्माभिः वेता वेतुं वेतव्यमिति तत् पूर्वमेव दृष्टमस्ति. वि इता तत्र गुणकार्यं भूत्वा वे भवति, वेता इति क्योंकि यतोहि तकारादि अर्धधातुक प्रत्ययः इडनुकूलः अस्ति. वेता वा वि इतुं तुमुं प्रत्यये तुम् इति अवशिष्यते. वि अर्धधातुकप्रत्ययपरम् अस्ति अस्ति इति गुणभूत्वा वे भवति वेतुं. तथैव तव्यत्वतये वेतव्यमिति भवति. परन्तु विकल्पेन वार्तिकेन एतद् उच्यते यत् वलादिः इति आर्धधातुक एव आर्धप्रत्यय अस्ति चेत् धात्वादेशः केवलं विकल्पेन भवति. यत् इत्युक्ते अज् धातोः अष्टाध्याय्याम् अजिता इति अस्ति, अजिता अजितारौ अजितारः इति अस्ति. अत्र उदाहरणे महोदयेन उपसर्गपूर्वक अजिता इति प्राजिता, अज् योगः इता अजिता भवति प्राजिता. तथैव प्राजितुं तथैव प्राजितव्यम्. विकल्पः नास्ति चेत् प्रवेता प्रवेतुं प्रवेतव्यमिति. यथा अस्माभिः दृष्टं वेता वेतुं वेतुमिति इति दृष्टं प्र उपसर्गपूर्वक प्रवेता प्रवेतुं प्रवेतव्यमिति भवति. तस्य अभावे अज् धातु तिष्ठति, प्राजिता प्राजितुं प्राजितव्यमिति. साधु भव्या भगिनी भवती अस्ति वा? एकः प्रश्नः पृच्छामि. भगिनी अजेय धातु यदि प्रसज्य या इति कुर्मः कः कथं वक्तव्यम्? तर्हि अत्र महोदय उक्तवान् आसीत् खलु भगिनि प्रसज्य तत्र स्थानिनः प्रतिषेधः अस्ति चेत् प्रसज्य भवति, निमित्तस्य अस्ति चेत् पर्युदासः सामान्यतया पर्युदासः भवति इति उक्तवान् आसीत्. तर्हि तथा पश्यामः चेत् अत्र पर्युदासः इति चिन्तयामः चेत् अत्र पुनः चिन्तनीयं भवति खलु. अत्र निषेधमपि अस्ति साधु, विद्धि अस्ति अजे धातोः आर्धधातुकप्रत्ययपरे इदागम भवति, अजे धातोः घञ् अप् प्रत्ययपरे इदागमः न भवति इति. आम् आं किन्तु संशयः अस्ति आर्द्रदातुकप्रत्ययः अस्ति चेदेव भवति खलु आर्द्रदातुके इति उक्तम् अस्ति इति कृत्वा शून्यम् अत्र न गृह्यते खलु भगिनि परिदास भवेत् एव भवति प्रसिज्य क्षम्यतां परिदास न भवति खलु प्रसिज्य भवति अस्तु सामान्य प्रतिषेधः अस्ति खलु अस्तु धन्यवादः अस्तु गतसप्ताहे वयं कृतवन्तः धात्वा आदेश अस् धातु अस्ति भू ब्रू ब्रू वचि चक्षिङ् चक्षिङ् ख्याञ्च् अजेव्यङ् घयो अपि तस्य वार्तिकमपि विकल्पेन शुद्ध्यै आदेशोपदेशति इति पठितवन्तः भ्रश्चोरोपदयो रमान्यतरसाम् इति अनेन रूपं द्वयं वयम् आप्नुमः इडागमसहित इडागम रहित अपि मिनाति मिनोति दिङ् अपि च तत्र अपि इडागमस्य आत्वं भूत्वा इडागमस्य निषेधः भवति केवलम् अन्यत् आगच्छति ली विभाषा लीयते रूपं द्वयं गुः इति अस्ति उदुपदहाय गोः इति यदि इडागमपक्षे अच् परे उत्वं भवति तत्र यत् केवलम् अर्धधातुकप्रक्रियां अपि सार्वधातुकं प्रक्रियाम् इति सूत्रस्य प्रसक्तिः प्राप्तिः भवति इदानीं चकीश इति आरभ्य कुर्मः अतिदेशपर्यन्तम् अस्तु अहं पठामि चकीशसन्नद्धातु इति अतिदेशधातुः अस्ति चिकीशसन्नन्तधातु इति अतिदेशधातुः अस्ति सूत्रमस्ति अतो लोपः चिकीर्ष चिकीर्षिता चिकीर्षितुं चिकीर्षितव्यम् अतो लोप अदन्त अङ्गस्य ह्रस्वकारलोप भवति आर्धधातुकप्रत्यये परे येन विधि तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकार इत्यङ्गस्य अपि तु ह्रस्व अकारान्त अङ्गस्य अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव लोप न तु अङ्गस्य उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेश अवस्थायाम् अतः षष्ट्यन्तं लोप प्रथमान्तं द्विपदमिदं सूत्रम् अनुदातोपदेश वनति तनोति इत्यादीनाम् अनुनासिको लोप झलि कितिङिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्ति अङ्गस्य आर्धधातुके इत्यनयो अधिकार अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य लोप आर्धधातुक उपदेशे तु अतो लोप इति सूत्रं वदति यदि ह्रस्वकार परे अस्ति तत्र आर्धधातुकप्रत्यये परे तस्य लोप भवति लोप भूत्वा आर्धधातुकप्रत्यये अस्माकं प्रकरणे तृच् तुमन् तव्य तकारादौ प्रत्ययाः सन्ति ते वलादि अस्ति अपि विषादि न सन्ति अत्र इदागमस्य चिन्तनं भवति चिकीर्ष इति अनेकाश् धातुः अस्ति इदागमः भवति इदागमः भूत्वा चिकीर्ष अतो लोपनेन अकारस्य लोपः भवति चिकीर्ष इति रूपं भवति धातोः तदनन्तरम् इता इतुम् इतव्यं योजित्वा चिकीर्षिता चिकीर्षितुं चिकीर्षितव्यम् इति भवति सूत्रं वदति ह्रस्वकारस्य आर्धधातुके प्रत्यपरे लोप भवति येन विद्युतन्तस्य इति स्वीकरं तादृश अङ्गं यस्य ह्रस्वकार अस्ति न केवलं ह्रस्वकार भवति किन्तु तस्य अन्ते अपि भवति अलोन्त्यसनेन केवलम् अल्वर्ण एक अन्ते अस्ति तस्य स्वीकरं भवति कर्तव्यं भवति अनुवृत्तिसहित्रसूत्रम् अतः अङ्गस्य अतः तपरकरणम् अस्ति अत्र केवलं ह्रस्वकार इति गृहीतव्यम् अपि पञ्चमी निर्दिष्टमस्ति तस्य परे उत्तरे कारस्य उत्तर ह्रस्वकारस्य उत्तर अङ्गस्य इति स्थाने भवति, लोपः आदेशः अस्ति, लोपः आर्धधातुके उपदेशे, आर्धधातुके इति परम् अस्ति उपदेशे अवश्यामि इति वर्गे चर्चा जाता। उपदेश चिकीर्षधातु इति अतिदेशधातु अस्ति, कथम् उपदेशे तस्य विवरणम् अस्ति, अहं न दृष्टवती किन्तु विद्याभगिनी उक्तवती चुरादिगणीय इति यत्र अस्ति तत्र तस्य समाधानं दत्तम् अस्ति, मया अवकाशः प्राप्तः द्रष्टुम्। अग्रे विमला भगिनी पठति वा? भगिनी भवती भाव्या भगिनी भवती जानाति अत्र अस्ति किं? भगिनी क्षम्यताम्, अहम् आर्धधातुक उपदेशे इति कथं दत्तम् अस्ति, यतोहि चिकीर्ष इति अतिदेशधातुः अस्ति। आं भगिनि, यद्यपि अतिदेशधातुः अस्ति तथापि प्रक्रियायाम् उपदेश अवस्था अस्ति इति, प्रक्रियायां नूतनप्रक्रिया जायमाना अस्ति खलु, चिकीर्ष प्राप्य तदनन्तरं नूतनप्रक्रिया, तस्य कृते तस्य प्रक्रियायाः दृष्ट्या तत्तु औपदेशिकवस्थायां वर्तते, न तु किमपि विकृतिः न जाता खलु, परिवर्तनम् अङ्गं वा न मिलनं मेलनं न जातम् इति कृत्वा तत् औपदेशिकवस्था इति वदा। अस्तु, धन्यवादः। अत्र मम प्रश्नः अस्ति, भवत्या भगिन्या भवती अपि शृणोतु, मया प्रश्नं महोदयेन, परन्तु सम्यक्तया उत्तरं न लब्धं, यतो इत्युक्ते समयः नासीत् इति भाति। अत्र अतो लोपः इत्यस्मिन् न केवलम् अङ्गस्य परन्तु ह्रस्व इकारस्य अन्तिम इकारस्य लोपः भवति इति अस्ति। अत्र न केवलम् अङ्गस्य इत्युक्ते अ इति अङ्गम् अस्ति वा? प्रथमप्रश्नः, अ इति अङ्गः नास्ति, अकारान्त अकारादिमधातौ अङ्ग वर्णद्वयमस्ति, अपि च पूर्णतया अङ्गस्य लोपः कस्मिन्नपि क्रियायां भवति किम्? यतोहि यदा यदा वयं येन विधिस्तुदन्त इति पठामः सर्वत्र तथा एव अस्ति, अङ्गस्य न केवलम् अङ्गस्य परन्तु अङ्गस्य अन्तिमवर्णस्य इति प्रथमम् येन विधिस्तुदन्तस्य अनन्तरम् अलोन्तस्य उभयोः प्रवृत्तिः कुत्र भवति इति द्रष्टव्यं भगिनि। येन विधिः तदन्तस्य तेन विधानं विधानार्थं किं निमित्तम् इति किम् आवश्यकम् इति केन कारणेन अस्य विधेः तत्र ग्रहणं भवति इति तेन विधिस्तुदन्तस्य। तदनन्तरम् अलोन्तस्य इति वदति कुत्र कार्यं भवति अस्य इति अस्ति खलु, स्थानिनः निर्देशः अस्ति यत्र तादृशकार्यं भवति इति। तर्हि येन विधिस्तुदन्तस्य विधेः केन कारणेन विधेः ग्रहणं भवति इति अस्ति खलु, तर्हि अत्र उक्तम् अस्ति केवलम् अतः अङ्गम् इति अतः अङ्गस्य इति अदन्ताङ्गस्य इति उक्तम् अस्ति इत्युक्ते केवलम् अत् इति अङ्गम् अस्ति वा इति प्रश्नः अस्ति, नो चेत् यस्य अङ्गस्य अन्ते अत् अस्ति तादृश अङ्गं वा इति प्रश्नः। तस्य उत्तरम् अस्ति न केवलम् अत् इति अङ्गस्य, किन्तु अत् इति अन्ते यस्य अस्ति इत्युक्ते विधिः तदन्तस्य इति दत्तमस्ति खलु, येन विधिः विधानं भवति कस्य इत्युक्ते तदन्तस्यपि विधानं भवति, न केवलं तस्य स्वस्य रूपस्य किन्तु तदन्तस्यपि भवति इति अनेन सूत्रेण सूत्रेण वयं परिभाषासूत्रेण वयं ज्ञास्यामः खलु। तर्हि अनेन किं भवति इति चिकीर्ष इत्यस्य अदन्तम् अङ्गमस्ति खलु, चिकीर्ष इति पूर्णम् अङ्गमस्ति, न तु केवलम् अकारः तत्र अङ्गमिति नास्ति, अकारः शिकीर्ष इति अङ्गस्य अन्ते अस्ति इति कृत्वा तदन्तस्य अस्ति इति, चिकीर्षस्य अन्तस्य अकारः वर्तते अत् अत् इति भागः वर्तते इति। तर्हि सूत्रे सर्वदा एवमेव लिखितमस्ति, न केवलं ह्रस्व अकार इति अङ्गः, ह्रस्व अकार इति अङ्गः नास्ति खलु? न न न तादृशरङ्ग अङ्गमस्ति इति चिन्तयतु, यत्र केवलं ह्रस्व अकारः अस्ति तस्य ग्रहणं भवति वा इति प्रश्नः भवति, न केवलं तत् प्रश्न तदेव नास्ति, प्रश्नः अस्ति तावता अङ्गम् अस्ति वा, अपि च तस्य पूर्णतया इति भवति चेत् किम्? अत्र तु ह्रस्वकारस्य अस्ति, उदाहरणार्थं चिन्तयतु अन्यविधिसूत्रम् अस्ति यत्र ककारान्तः इति अस्ति, किन्तु अङ्गमेव केवलं ककारः अस्ति, पूर्णतया अपरः अपहारि भवति चेत् अन्यत् सर्वं लोपः जायते इति तादृश इकारान्तम् अङ्गं चिन्तयतु, यत्र इकारान्तम् अङ्गम् इति चिन्तयामः, इण् इति धातुः अस्ति, तस्य तु केवलम् इकारः एव अस्ति अङ्गे, स्वयं रूपम् अस्ति, अङ्गमपि स्वं रूपम् अस्ति, साक्षात् धातुः अपि तत्र तत्र यत् यस्य इदन्तम् इति वदामः तद् तदेव इकारः एव अस्ति तत्र, तर्हि इदन्तस्य इति यत्र वदामः केवलम् इकारस्य अपि ग्रहं भव ग्रहणं भवति खलु, तदन्तस्यपि भवति, अनन्तरं यस्य अन्ते ह्रस्वकारः अस्ति तस्यपि भवति, धातोः अपि ग्रहणं भवति, ई इति धातोः अपि ग्रहणं भवति, तर्हि कुत्र ग्रहणं भवति इति एव अत्र प्रश्नः अस्ति, येन विद्युत् तदन्तस्य इति परिभाषासूत्रस्य. भवता यद् दृष्टम् अद्यपर्यन्तं कुत्रचित् प्रक्रियायां पूर्णतया अङ्गस्य कुत्रचित् लोपः भवति किं भवता दृष्टम्? आं भगिनि, तत्र अङ्गस्य कुत्र लोपः, पूर्ण अलोपः इति नास्ति, यत्र पूर्णतया आदेशः भवति खलु, अस्ते भू एक्साम्पल् अस्ते भू पूर्णतया जाति भू अस्ति आगच्छ खलु, अहं लोपस्य विषये पृच्छामि. आं भगिनि, पूर्णतया लोपः भवति कुत्र इत्युक्ते क्विप् प्रत्ययस्य विषये पूर्णपहारि भवति, क्विप् प्रत्ययः सः प्रत्ययः अङ्गः नास्ति, अङ्गं नास्ति. आं भगिनि, धातु अपि च धातुकस्वीकरणप्रत्ययः तावदेव अङ्गं खलु, अङ्गम् अस्ति. आम्, अङ्गम् इत्युक्ते धातुः, धातुः भवितुम् अर्हति, नो चेत् धातु प्लस् प्रत्ययः मिलित्वा यः भागः अस्ति तदपि भवितुम् तावत् तादृशः अङ्गस्य लोपः कुत्रचित् प्रत्ययः परे अस्ति, प्रत्ययः पूर्वं यत् अस्ति तदेव अङ्गम् अस्ति खलु, यदि पूर्णतया लोपः भवति चेत् किं भवति, प्रत्ययः एव अवशिष्यते, तद् साधु न भवति खलु. विम्ला भगिनी, लोटलकारे मध्यमपुरुष एकवचने यदि अन्नदन्तम् अङ्गमस्ति तत्र हि आगच्छति, तत्र अङ्गस्य लोपः भवति सि साधु भगिनी अस्ति प्रत्ययः न जानामि, लोट्लकारे सेहर् पिच अनेन सेहर् पिच अनेन अने सूत्रेण सेहर् पिच अनेन हि आगच्छति सकारादि यदि प्रत्ययपरे अस्ति तो तस्य लोपः भवति सकारप्रत्ययस्य, किन्तु प्रत्ययस्य लोपः खलु भगिनि, भगिन्याः प्रश्नः अङ्गस्य लोपः पूर्णतया भवति न भवति भगिनि, किमर्थम् इत्युक्ते प्रत्ययस्य पूर्वं यत् अस्ति तदङ्गं भवति, सो वि हेव् अङ्गं प्लस् प्रत्यय, यदि अङ्गस्य एव पूर्णतया लोपः भवति चेत् प्रत्ययः एव अवशिष्यते खलु, प्रत्ययेषां धातूनां केवलं प्रत्ययरूपमेव भवति, तत् न इष्टं न न इष्यते, तेन कारणेन अहं पृच्छामि एतावत् किमर्थं लिखितमिति, सर्वत्र अङ्गस्य न तु अङ्गस्य यदा लोपः इति भवति अङ्गस्य इति अत्र लोपस्य विषयः नास्ति भगिनि, येन विधि तदन्तस्य इति पूर्वम् इति पुनः कस्य लोपः इति प्रश्नस्य नास्ति अत्र, येन विधि तदन्तस्य इत्यनेन कस्य ग्रहणं भवति, विधेः ग्रहणं कुत्र कुत्र भवति इति एव, विधेः प्रथमप्रसक्तिः अस्ति वा इति चर्चा, तदनन्तरं वयम् अलोन्तस्य इत्यनेनैव तत्र लोपः जायते. अत्र अलोन्तस्य इत्यस्मिन् सूत्रे महादेन महोदयेन लिखितम् इत्यनेन अन्तिमवर्णस्य एव लोपः न तु अङ्गस्य, आं न तु पूर्णाङ्गस्य, पूर्णाङ्गस्य कुत्र भवति, अलोन्तस्य इत्यस्य अपवादः भवति, किमस्ति किम् आसीत् तिंक्षित् किमस्ति तत्रापि अङ्गस्य पूर्णतया लोपः न भवति खलु, तत्रापि भागस्य लोपः भवति, भागस्य भाग एव अपि यदि येन विदितन्तस्य इति अनेन यत् ह्रस्वकार कुत्रापि भवितुं शक्नोति, चकर्ष चकर्षि इति भवति शक्नोति, अतः येन विदितन्तस्य वदति ह्रस्वकार अङ्ग, किन्तु कुत्र ह्रस्वकार भवेत् अङ्गस्य अन्ते भवेत् तत्र विधिः भवति इति तस्य अर्थमस्ति. हा तत् तत् अवगतं, केवलं किमर्थं लघु अङ्गस्य अङ्गस्य अङ्गस्य इति सर्वत्र लिखितम्? यतोहि मम प्रश्नः अस्ति, एतावता लिखितं यतोहि मम अवगमनं किमपि कुत्रचित् अङ्गस्य लोपः भवति इति, तत् मम अवगमनं तेन कारणेन अत्र उक्तवती तस्य विशेषणम् अस्ति, कीदृश अङ्गम् अस्ति तस्य, तस्य लोप भवति कीदृश अङ्गम् अस्ति, न तु अङ्गस्य इति अस्मिन् वाक्ये केवलं न तु अङ्गस्य इति अस्ति, अङ्गस्य लोपः न तु अङ्गस्य इत्युक्ते अङ्गस्य, न तु अङ्गस्य लोपः केवलम् अन्तिमवर्णस्य एव लोपः. आम् आम्, न तु पूर्णतया अङ्गस्य. अत्र अङ्गम् इत्यस्य भगिनी न केवलं भू प्लस् शप् इति टिप् इति अस्ति इति चिन्तयतु, तत्र शप् इति अपि अङ्गस्य भागः अस्ति खलु, तादृशं विधानानन्तरम् अहं तादृशं प्रत्ययात् पूर्वं यत्किमपि अस्ति तत्सर्वम् अङ्गं अंगम भवति, अर्धभागमपि अङ्गमेव भवति इति मन्ये. तदर्थमेव न वयं अत्र अनेकांशित् सर्वस्य तदपि अङ्गस्य इति न वक्तव्यं, तत्र तु केवलं सर्वस्य इति एव तत्र तद् धातुः अपि भवितुमर्हति, प्रत्ययः अपि भवितुमर्हति इति अस्ति. अस्तु अस्तु भगिनि, धन्यवादः. अत्र बेविद्य आतिदेशिकधातुः यस्य हलः, हल् उत्तर उत्तर य शब्दलोपो भवति, आर्धधातुकप्रत्यये परे प्रयति यश् य इति पूर्णशब्दः, य प्लस् अय, यत्र बेभिद्य योग तृच् तुमन्तव्यत् इति अस्ति, यकारलोपो भूत्वा यत्र बेभिद् इति हल् हलन्तधातुः, बेभिद्य बेभिद् तस्य हल् यकारलोप नास्ति य शब्दस्य, तदेव मया उक्तं भगिनि, य लोप भवति यकार न य बेभिद् इति तस्य उत्तरस्य यकारस्य लोप य भव य लोप भवति, य इति पूर्णशब्द वर्णस्य लोप भवति, त्रष्टु मन्तव्यप्रत्ययोः परे बेभिदिता बेभिदितुं बेभिदितव्यमिति. समिध्य इति आतिदेशिकधातुः, तत्रापि तावदा एव भवति अत्र, परन्तु अत्र अनेकसूत्रमस्ति क्यस्य विभाषा इति, हलः परयोः क्यच् क्यङ् एतयोः प्रत्ययोः लोपो वा स्यात् अर्धधातुके, यदि ह एतावता बेभिद्य एतावता शब्दः अस्ति तस्य परे क्यच् क्यङ् इति प्रत्ययः सन्ति स्तः, तदा तत्र लोपः विकल्पेन एव भवति इति, यथा अत्र उदाहरणे समिध्य इति यकारस्य लोपः भवत भूत्वा इता इति इड इट् सहितरूपं समिधिता यत्र लोपः भवति, समिधिता समिधितुं समिधितुं समिधितव्यं समिधितव्यम् इति विकल्पेन, इत्युक्ते अस्मिन् यत् य अस्ति तत् य क्यच् या क्यङ् प्रत्ययोः आगतः इति भाति. साधु अस्तु साधु, यतोहि तद् य अन्य कुत्रचित् अन्य कोऽपि प्रत्ययेन आगतः चेत् तस्य लोपस्य प्रायः न भवति, सूत्रे दत्तमस्ति क्यस्य विभाषासु क्य इति प्रत्यय वदति, क्यच् क्य. अस्तु अस्तु भगिनि, भव्या भगिनि क्यच् क्यङ् प्रत्यय कृत् प्रत्ययाः सन्ति, कस्मिन् अर्थे तस्य उपयोगः भवति न जाने भगिनि. अस्तु क्षम्यताम्, अधुना चिन्ता मास्तु भगिनि. इदानीं मेलने भवितव्यं, तदनन्तरं तदर्थं गच्छामि भगिनि, क्षम्यतां. नो प्राब्लम्. कृप् धातुः अग्रे सरामः. अस्तु, कृप् धातु कृपेश्च अवकल्कने विचारं करोति चिन्तनं करोति, कृप् पुगन्तलघुपदस्य च कर्प् कृपोरोलः कल्पिता कल्पितुं कल्पितव्यं। कृपोरोलः कृत् धातोः रेफस्य लकार आदेशो भवति। र इति श्रुति सामान्यं बोध्यं, तेन यः केवलः रेफ यश्च ऋकारस्थ तयोः द्वयोः अपि ग्रहणं। लह इति अपि श्रुति सामान्यम् एव, अतः आहत्य कृप् धातोः यदा गुणादेश कृत्वा रेफ भवति तस्य रेफस्य स्थाने लकारादेशः। पुनः कृप् धातोः ऋकारस्य यः रेफ सदृश अंश तस्य स्थाने ल सदृश अंशादेश भवति, नाम ऋ स्थाने लृ। सूत्रे कृपो कृप योग उहु इति विच्छेदः। कृप् लुप्तषष्ठी षष्ठीकं पदम्, उहु षष्ट्यन्तं, रः षष्ट्यन्तं, लः प्रथमान्तम् अनेकपदमिदं सूत्रं। कृपः इत्यस्य द्विवारम् आवृत्तिः सूत्रं स्वयं सम्पूर्णं। कृपः उः कृपः रः लः सो कृप् इति वेद् धातु आवल्याम् अस्ति। तत्र एकपक्षे इदागमः भवति, एक अन्यपक्षे इदागमः भवति। कृप् पुगन्तलघुपदस्य अनेन ऋकार उपधायां ऋकार अस्ति, तस्य गुणं भूत्वा रेफ आगच्छति। सो कर्प् इति भवति कृपोरोल अनेन रेफस्य स्थाने लकार भवति। सो कल्प् इति भवति। सो इदागमपक्षे कल्पिता कल्पितुं कल्पितव्यं, वयं जानीमः तकार इति वलादि अस्ति स्वादधातुस्य वलादि, अनेन कल्प् अपि इदागम वेद् धातु भूत्वा एकपक्षे इदागमः अस्ति। सो इदागमः भवति, अन्यपक्षे यत्र इदागमः नास्ति तत्र केवलं गुणः भवति, कल्पता कल्पितुं कल्पतव्यम् इति भवति। सूत्रं वदति कृपोरोलः कृप् धातोः रेफस्य लकार आदेश भवति इति विशेषः अस्ति। यदि कृप् यत् स्वर अस्ति ऋकार, तत् ऋकारस्वरस्य उच्चारण यद् भवति स रेफ एव अस्ति। अत्र द्वयोः स्थाने यत्र स्वर ऋकार अस्ति तस्य स्थाने ल सदृश स्वर आगच्छति, अपि रेफस्य स्थाने लकार आगच्छति। अतः कृपोः इति कृप् उः तस्य षष्ठी भक्ति भूत्वा कृपः अस्ति, स्थाने भवति तस्य स्थाने उः इति उः इति स्थाने अस्ति कृपोः, तस्य कृप् अत्र अस्ति अनुवृत्तिसूत्रे। ऋकारस्य स्थाने लसदृश स्वर आगच्छति, कृपरः लः यत्र प्रथमं गुणः भवति पुगन्धलभूत् लघुपदस्य अनेन तद् गुणः भूत्वा रेफा आगच्छति तस्य स्थाने। सो रः अपि अत्र अस्ति षष्ठी भक्ति, कृपः रः लः। सो लः इति प्रथमा भक्ति तस्य आदेशः भवति। कृपो रो लः इति सूत्रेण आहत्य कृप् धातो रेफस्य लकार आदेश, कृप् धातो ऋकारस्य अंश य रेफ सदृश तस्य स्थाने लकार सदृशो सदृश आदेश भवति। यत् कृप् धातो उपधाया गुण भवति कर्प तत्र रेफस्य स्थाने लकार आदेश, अतः कल्प इति फलं। यत्र उपधा गुणो न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने लकारादेश, अतः क्लिप् इति फलं। दृष्टान्तत्वेन अपरेषु स्थलेषु कथम् अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते। इदानीं यत् अहम् उक्तवती तथैव दत्तमस्ति। लटि कल्पयति ते कृप् योगणिच् पुगन्तलघुपदस्य अत्यनेन उपधायां लघु एकगुण कर्प् योगै, कृपोरोलः इत्यनेन रेफस्य स्थाने लकारादेश, कल्प् योगै कल्पि इति धातु, कल्पि योगशप् कल्पय इति अङ्गं, कल्पयति कल्पयते इति भवति, रूपं द्वयम् अस्ति, कल्पयति कल्पयति आगच्छति. सो इदानीं रिच् यदि क्लिप् धातु अस्ति, क्लिप् धातु यदि रिच् इति चुरादिगणीयधातु अस्ति, तु स्वार्थेपि भवति प्रेणार्थेपि आगच्छति. यदि तु तत्र प्रक्रिया दत्तम् अस्ति पुगन्तलघुपदस्य, अनेन प्रथमं गुणं भवति. सो कर्प् भवति, कर्पयोग इ कर्प् इति इदानीं कृपोरोलः, तत्र रेफस्य स्थाने लकारादेशः भवति, कल्पयोग इ कल्पी इति अतिदेशधातु भवति, कल्पीयोग शप् अत शप् अनुबन्धालोपानन्तरम् अ भवति, तस्य प्रभावेन पुनः सार्वधातुक आर्धधातुकवर्णेन गुणः भवति. सो कल्पे एचोयावर्णेन अनेन अय् आदेशः भवति, सो कल्पय इति अङ्गं भवति, सो कल्पयति इति उभयपदी अस्ति अत्र, कल्पयति इति परस्मैपदी, कल्पयते इति आत्मनेपदी भवति. अस्तु अग्रे भगिनि, मम कार्यालयस्य मेलनम् इतोपि 15 अनन्तरं भवति इति, तर्हि अहम् आगत्य दृष्टवती क्वेच् केङ् इति भवती उक्तवती खलु, पृष्टवती खलु, तस्मिन् दृष्टवती क्वेच् प्रत्ययः इष्टार्थे, उदाहरणार्थं पुत्रं स्वस्य कृते, एस्पेशलि स्वस्य कृते इच्छा भवति चेत्, स्वस्य कृते पुत्रः इच्छा, पुत्रस्य इच्छा, पुत्रः भवतु इति इच्छा अस्ति चेत् किम् अस्ति, पुरुषः पुत्रीयति इति भवति, पुत्रीयति इति तादृशं, पुत्रमिच्छति इति, पुत्रम् आप्तुमिच्छति इति स्वस्य कृते, तदर्थं क्यङ् क्यच् प्रत्ययः. अनन्तरं क्यङ् इति प्रत्ययः पश्यामि, उदाहरणार्थम् एकम् अन्यस्य सदृशं यदि व्यवहरते तदातु, उदाहरणार्थं काकः यदि शयनस्य सदृशं तत्र व्यवहरति चेत् काकः शयनायते इति वदामः इति, शयनायते, शयन इव भवति चेत् शयनायते इति तत्र किम् इति, वेन् वन् बिहेव्स् लैक् द अदर् इति तादृशं. So there it becomes that kaka is behaving like a hawk. Iti. Okay. Artham bhavati. Astu. So the tatra kaka shenayate tatra dhatu kim bhavati? Tatra eva namapadam namapadatu namadatu hosti tatra. So iti tadita pratyaya bhavati. Putriyate iti namadatu hosti. Astu. किन्तु अत्र अस्माकं उदाहरणे समिध्य इति आतिदेशकधातु अस्तु, अत्रापि तत्र समिध् इति किम् आसीत्, समिध् इति अस्य तत्र इन्धनम् इति वा किम् आसीत्, समिध् इति इन्धन यज्ञम् इन्धनमस्ति, तदेव अस्ति. तर्हि समिध् इति नामपदम् अस्ति, नामपदात् अनन्तरं केच् किङ् प्रत्ययः भवति भवतः इति. अस्तु, तदनन्तरं ति पुत्रीयति इति क्यच् क्यच् प्रत्ययस्य तु किम् अस्ति, तिप् तिप् परस्मैपदी प्रत्ययाः वर्तन्ते, किङ् इत्यस्य नित् अस्ति इति कृत्वा आत्मनेपदीप्रत्ययाः विधीयन्ते. अस्तु, तावत्. धन्यवादः भगिनि. भगिनी पठति किं कि अहं पठामि, किं करणीयं भवे भगिनि? विमला भगिनी भवती पठतु, भगिनी व्यस्ता अस्ति. इडागमः, इडागमपाठः पूर्वम् अधीतः, तत्र च सामान्यं ज्ञातं नाम धातुः अपि सेत् से अपि इडानुकूलः इति चेत् इडागमो भवति, इत्युक्ते इडागमस्य कृते धातुः अपि सेत् भवेत् अपि च प्रत्ययः इडानुकूलः भवेत् इति. तत्र च प्रत्ययप्रसङ्गे प्रमुखसूत्रत्रयमस्ति, यत् प्रथमतया आर्धधातुकस्य सेड्वलादेः नेड् वशिकृति तीतूत्र तथ सीसूसरकस्येषु च. तिङन्तप्रसङ्गे अस्माभिः दृष्टं यत् एषु त्रिषु एकमेव प्रसक्तम्, आर्धधातुकस्येड्बलादेः तत्प्रत्ययानां प्रसङ्गे सूत्रत्रयमपि परिशीलनीयं येषु तृच् तुमुन्तवित् इत्येषां कृते प्रथमसूत्रद्वयं प्रसक्तम्। एते त्रयः प्रत्ययाः बलादयः किन्तु वशादयः न इति कृत्वा इडनुकूलाः, अतः सेड्भ्यः धातुभ्यः इत्र इतुम् इत्यव्यमिति इडागमसहिताः प्रत्ययाः योजनीयः। अत्र सूत्रत्रयम् उल्लेखितम्, आर्धधातुकसेड्वलादेः इति, यदि वलादि आर्धधातुकप्रत्ययः परः अस्ति तदा, अपि च धातु इडनुकूलः अस्ति तदा एव सीट् अस्ति तदा एव इडागमः भवति। परन्तु यदि कृत् प्रत्ययस्य प्रसङ्गे तत् वशी न स्यात्, वल् प्रत्याहारः स्यात्, वश् प्रत्याहारः, अपि च तीतृतिरकसेषु इति तृतीयसूत्र अस्ति। त्रच् तुमुन् इत्यव्यत् इति येषां त्रयाणां कृते प्रथमसूत्रद्वयं प्रसक्तमस्ति। ते वलादयः सन्ति किन्तु वशादयः न इति कृत्वा इडनुकूलाः, अतः सेट् धातुतः इत्र इतुम् इतव्यमिति इडागमसहित सहितः प्रत्ययः योजनीयः, यथा लिक् तव्यत्, लिक् त इत् भवति, तव्य इति अवशिष्यते, आर्धदासिकस्येड्वलादेः इति, अपि च निड्वशीकृति इत्याभ्याम् इडागमः, लिख् इतव्यः। अत्र पुगन्तलघूपतस्य इत्यनेन ल इत्यस्य गुणं भूत्वा लेख् भवति, लेख् इतव्यः, लेखितव्यम्, अपि च तृच् अस्ति चेत् लेखित्र इति भवति, दत्तमस्ति लिख् इत्र, लिख् तृच्, लिख् तृ चकारस्य इत्संज्ञा, आर्धधातुकस्य इड्बलादे इत्यनेन, अपि च निर्वशीकृति इत्यनेन लिख् इत्र, पुगन्त्यलघुपदस्य इत्यनेन लेख् लेख् लिख् लेख् भवति, लेखित्र इति रूपम्। तथैव तुमुन् प्रत्ययस्य परे लिख् इतुं, लेख् इतुम् इडागमः भूत्वा लेखितुम् इति भवति। अत्र एव सम्यक्तया दत्तमस्ति भगिनी, प्रतिपादयितुं किमपि नास्ति अत्र साधु हा धातु अनिट् चेत् इडागमरहितात् प्रत्ययाः प्रयोक्तव्याः, भवती पठति किम्? अस्तु, किन्तु इति ज्ञातव्यं तव्यात् अपि त्रिच् ये प्रत्ययाः सन्ति ते त्रिषु लिङ्गेषु भवन्ति तस्य रूपम्। हा लेखिता, लेखित्री, लेखित् ओके लेट्स् सी, लेखिता, लेखित्री, लेखित्र, या लेखितव्य, लेखितव्यं, लेखितव्या इति भवति। लेखित्र इति नपुंसकलिङ्गे भवति, तत् लेखिता इति पुल्लिङ्गे भवति। आम्, यथा माता इति काता, रकारस्य स्थाने आदेशे भूत्वा लेखिता। अस्तु, यथा अनिट् नि योगत्रिश्, नि योगत्र, नेत्र, नेत्र, नेता, नीतुमुन्, नीतुं, नेतुं, नेतुं, नीतव्यत्, नियोगतव्य, नेतव्य, नेतव्य। इदानीं वयं जानीमः ये अजन्तधातु दीर्घ अजन्तधातु ईकारान्तधातु अस्ति ते आवल्यां केवलं ढीङ् शीङ् ते सेट सन्ति, सर्वे ढीङ् शीङ् विहाय ईकारान्तधातव अनितः, अतः नी अत्रस्य अन्यथवावल्यां भवति, नी तस्य पुगन्तलघुपतस्य अनेन ने भवति, तृ तस्य प्रक्रिया भूता आकारः भवति, सो नेता इति भवति, इदागमनं भवति कारणं कि धातु अन्यत् अस्ति, यतो हि प्रत्यय इदागम अनुकूल अस्ति, किन्तु द्वयोः अनुकूल धातु अन्यत् अस्ति, प्रत्ययसेट् अस्ति, तत् इदागम निषेधः भवति. अतः नेता इति भवति पुल्लिङ्गे, नेत्री स्त्रीलिङ्गे, नेतृ इति नपुंसकलिङ्गे, तथैव नेतुम् इति अव्ययः भवति. तव्यत् यत् योजयामः तत् नेतव्य इति पुल्लिङ्गे आगच्छति, नेतव्य नेतव्यः इति भवति, नेतव्या इति भवति स्त्रीलिङ्गे टाप् प्रत्ययोजित्वा, नेतव्यम् इति भवति अमादेश भूत्वा तत्र भवति नपुंसकलिङ्गे. इदागमविशेष त्रिश् तुमन् तव्यत् एते सर्वे तकारादि आदधातुकप्रत्ययाः इत्यतः एभ्यः पञ्चभ्यः धातुभ्यः तीश सह लुभ ऋष ऋष सूत्रेण वा इदागमो भवति. इष् एष्टा एषिता एष्टुम् एषितम् एषितव्यम् एषितव्यम् सह सोढा सहिता सोढुं सहितुं सोढव्यं सहितव्यं लुभ लोब्धा लोभिता लोब्धुं लोभितं लोभितव्यं लोभितव्यं रुष् रोष्टा रोषिता रोष्टुं रोषितुं रोष्टव्यं रोषितव्यं रिष् रेष्टा रेषिता रेष्टुं रेषितुं रेष्टव्यं रेषितव्यम् इति विशेष इदागमस्य चिन्तनं कुत्र भवति. यत्रे पञ्चधातव ये द्वादिगणीय सन्ति तेषाम् अनेन सूत्रेण इदागमस्य चिन्तनं विकल्पेन भवति. यतोहि धातव सर्वे सेठ हलन्तधातव सन्ति ते सेठ भवन्ति, किन्तु अनेन सूत्रेण इदागमविकल्पेन भवति इति विशेषसूत्रमस्ति. अतः रूपं द्वयं भवति, यस्मिन् पक्षे इदागमः भवति तत्र ईता ईतुम् ईतव्यम् आगच्छति, यस्मिन् पक्षे इदागमः न भवति तत्र हल्सन्धि कार्यं भवति. तो इष् इति यदि धातु अस्ति तत्र प्रथमं पुगन्तलघुपत्यस्य अनेन गुणः भवति, एष् इति भवति, तदनन्तरम् एष् योगता स्नाष्टु अनेन तकारस्य तकारः भवति, एष्टा अन्यपक्षे एषिता, तथैव एष्टुम् एषितुम् एष्टव्यम् एषितव्यम्, एषिता इति अस्ति पुल्लिङ्गे, एषत्री एषत्र इति भवति नपुंसकलिङ्गे, एषितव्यम् इति भवेत् पुल्लिङ्ग नपुंसकलिङ्गे, एषितव्यः एषितव्या इति भवति अहं चिन्तयामि श्रीलिङ्गे. सः यस्तसि तत्र यदि इदागमस्य चिन्तनं नास्ति तत्र प्रक्रिया सः योग ता इति भवति प्रथम होडनेन ढकार भवति हकारस्य स्थाने, कारणके झलि परे अस्ति, झलि तकार झलि अस्ति तत् निमित्तं भवति. सोढ सढ योगता इदानीं स्तो स्नाष्टुः अनेन यत् तकार अस्ति तस्य धकार आगच्छति. प्रथमं सोढ योगता झल् झषसुधनेन धकार भवति, झषसुधनेन धकार भूत्वा तदनन्तरं श्नाष्टुः भवति. सो सढ योग ढा आगच्छति तत्र पुनः धकारस्य स्थाने. सो सढ योग ढा ढोडे लोप अनेन पूर्वस्य ढकारस्य लोप भवति. सो सढ योग सढा इति भवति. इदानीं सूत्रमस्ति सहि वहो रो वनस्य अनेन यत्र ढकारस्य लोप भवति तत्र अकारस्य स्थाने ओकार आदेशो भवति, यत्र सः या वः या रः धातुः अस्ति तत्र. सो इदानीं सोढा इति रूपं भवति, तथैव सोढुं सोढव्यं भवति, यत्र इदागमः अस्ति तत्र सहिता सहितव्य सहितुं सहितव्यम् इति भवति. लुभयोग ता पुनः हल्सन्धि भवति, भकार झषि अस्ति अतः झषस्तु तकारस्य धकार भवति, पुनः धा भवति झलाञ्झषि अनेन भकारस्य तृतीयवर्ण झष् आदेश भवति बकार भवति, पुगन्तलघुपदस्य अनेन गुण भवति, लोब्धा लोब्धुं लोभध्यं लोभितव्यम् इति अनातिपक्षे भवति, इदागमपक्षे भवति, लोभिता लोभितं लोभितव्यं, रुष् इति पुगन्तलघुपदस्य अनेन ओकार भवति, तदनन्तरं स्नाष्टुः रोष्टा रोष्टुं रोष्टव्यम् अपि इदागमपक्षे, रोषिता रोषितं रोषितुं रोषितव्यं, तथैव रिष् एकार आगच्छति गुणं भूत्वा पुगन्तलघुपदस्य अनेन, अपि स्नाष्टुः तु रेष्टा रेष्टुं रेष्टव्यं, रेषिता रेषितुं रेषितव्यम् इति रूपाणि सन्ति. सूत्रं वदति तीश सह लुभ ऋष ऋषः, दिवादिगणे इष् धातु सह लुभ ऋष ऋष इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि आर्धधातुकप्रत्यया विकल्पेन इडागम अनुकूला. इश्च सहश्च लुभश्च ऋषश्च ऋच्च तेषां समाहारद्वन्द्व ईश सह लुभ ऋष ऋट् तस्मात् इष सह लुभ ऋष ऋषः. तिसप्तम्यन्तम् इष सह लुभ ऋष ऋषः पञ्चम्यन्तं द्विपदमिदं सूत्रम् आर्धधातुकस्य इद्वलादे इत्यस्मात् आर्धधातुकस्य इत्यनयोः अनुवृत्ति, स्वरति सूति सूयति धूनुदितो वा इत्यस्मात् वा इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् ईश सह लुभ ऋष ऋष ऋषः अङ्गात् इट् वा ति आर्धधातुके. इदानीं ति ईश सह लुभ ऋष ऋष इति भवति, तु ति इति सप्तमी निर्दिष्टा अस्ति, त प्रत्यय इति आर्धधातुक त प्रत्यय तस्य सङ्केतः अस्ति. तकारादि प्रत्ययः परे यदि परे अस्ति तकारादि आर्धधातुक परे अस्ति तस्य पूर्वं धातु इष् सह लुभ ऋष ऋष अस्ति तु तेषां इदागम विकल्पेन भवति इति भवति. सो ईश सह लुभ ऋष ऋष इति भवति पञ्चम्यान्तं, तु पञ्चमी तस्य उत्तरकार्यं भवति अङ्गात् अङ्गपरे अङ्गात् परे. सो ईशरीश एषि धातु अङ्गस्य विशेषणं भवति ईश सह लु कीदृश अङ्ग भवेत् यत्र ईश सह लुभ ऋष ऋष एते धातवः सन्ति. इट् इट् इति आदेशः अस्ति वा इति विकल्पेन यदि ति तकारादि धातुक प्रत्यय अस्ति. सो आर्धधातुक इति विशेषं भवति तस्य विशेषणं ति इति तकारादि धातु भवति इति तस्य विवरणं भवति. साधु साधु तत्रैव समाप्तं खलु. अतिदेश एकं प्रथम परिच्छेदः पठितवन्तः, पठामि. अतिदेशः अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा तस्मात् भिन्नो भवति, अनेन नूतनलक्षणम् अध्यारोप्यते. अष्टाध्याय्यां प्रथमाध्यायस्य द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि, विरलतया अन्यत्रापि प्राप्यते. एभिः सूत्रैः त्रयाणां गुणानाम् अध्याहारः ङित्वं कित्त्वम् अकित्त्वं च. प्रथमाध्यायस्य प्रथमपादस्य द्वितीयपादस्य प्रथमसूत्रात् आरभ्य षड्विंशति इति यावत् अधिदेशप्रकरणं, तस्मिन् च प्रथमचत्वारि सूत्राणि सामान्यानि, पञ्चमसूत्रात् आरभ्य विशिष्टसूत्राणि, इमानि च सर्वाणि आर्धधातुकप्रक्रियायाम् एव. सार्वधातुकप्रक्रियायाम् एकमेव सूत्रम् अतिदेशसूत्रमस्ति, सार्वधातुकम् अपित् इति, इदं च सामान्यम् अतिदेशसूत्रम्. अवशिष्टत्रीणि सामान्यानि अतिदेशसूत्राणि आर्द्रधातुकप्रक्रियायां भवन्ति. एतावता अतिदेशसूत्रचिन्तनम् अधिकं नापेक्षितम् आसीत्, यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकमपित् इति. तदा आर्द्रधातुकप्रक्रियायां यत्र इडागमो न भवति, प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः यङ्लुगन्ताः च इत्येते सर्वे अनिडादयः. एषु स्थलेषु अतिदेशसूत्राणि न प्रसक्तानि. इतः आरभ्य अतिदेशचिन्तनम् अपेक्षितम्. अत्र अतिदेशः इति दीयते. अतिदेशसूत्रेण प्रत्ययः स्वभावः यत् अस्ति तत् भिन्नं भवति. भिन्नं भूत्वा नूतनलक्षणम् अध्यारोप्यते. सूत्राणि अष्टाध्यायाः प्रथमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रात् आरभ्य षड्विंशतिसूत्रवत् प्रकरणमस्ति. तासु तेषु प्रथमचत्वारि सूत्राणि सामान्यानि सन्ति, अवशिष्टसूत्राणि विशिष्टानि. तद्विहाय अन्यत्र अपि एतानि अतिदेशसूत्राणि अस्ति अष्टाध्याय्याम्. अत्र सार्वधातुकप्रक्रियायाम् एकमेव अतिदेशसूत्रम् अस्ति, यत्र सार्वधातुक अपित् इति. इत्युक्ते सार्वधातुकं यदि सार्वधातुकम् अपित् अस्ति, पित् नास्ति, तत् कित्वद् भवति इति. कित् सार्वधातुकम् अपित् कित् इति खलु. एतत् सामान्य अतिदेशसूत्रमिति. तस्य पश्चात् तत्पश्चात् अन्येषु प्रक्रियायां न दृष्टं, यतोहि तत्र आर्द्रधातुप्रक्रियायाम् इडागमो न भवति. यत्र प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः यङ्लुगन्ताः इति सर्वे अनिडादयः. तेन कारणे अतिदेशसूत्रस्य प्रसक्तिः नास्ति, यत्र इडागमो न भवति. इतः आरभ्य अतिदेशचिन्तनम् अपेक्षितमिति. अग्रे सप्ताहे अधिकं पठामः. नमस्कारः भगिनी, पुनः आगतवती. समाप्तम्. अत्र मम संशयः अस्ति करपत्रे. अत्र धातुः अनिट् चेत् तृच् तुमुन् तव्यत् इति इडागमरहिताः प्रत्ययाः प्रयोक्तव्याः इति किमर्थम् अस्ति? इडागमसहितप्रत्ययः अपि प्रयोक्तुं शक्यते खलु. न न, इडागमस्य प्रसङ्गे धातुः सेट् स्यात्, अपि च प्रत्ययः अपि द्वावपि इडनुकूलः भवति. यदि धातुः इडनुकूलः न अस्ति तर्हि इडागमः न भवति. न भवति, किन्तु अग्रे वाक्यं पश्यतु. धातुः अनिट् चेत् तृच् तुमुन् तव्यत् इति इडागमरहिताः प्रत्ययाः प्रयोक्तव्याः इति दत्तमस्ति. प्रयोक्तव्याः इति. अस्तु भगिनि, मया न दृष्टं कुत्र अस्ति. ओ, अनिट्राज् अत्र अस्ति. तस्य पूर्वं यथा अनिट् तस्य पूर्वं यत् वाक्यमस्ति. धातुः अनिट् चेत् इडागमरहिताः प्रत्ययः प्रयोक्तव्यः. साधु भगिनी, भवत्या कार्यम् अभवत्? तो भगिनी, त्विच् अत्र वयं योजयामः, भवती प्रक्रिया जानाति वा कथं ता आगच्छति? नेत्र ऐ मीन् सुबन्त मन्ये भगिनि, तृच्छति ऋकारान्त अपि ता इति अस्ति खलु, तदेव समानप्रक्रिया अस्ति खलु. अनङ्ग आदेशः इति भवति, ऋकारान्तधातूनां धातोः पश्चात् सुप्रत्ययपरे अनङ् इति आदेशः भवति. तत्र न गित् अस्ति, अन् इति भवति. यदि कर्तृ इति भवति पश्यति, कर्तृयोगः अनङ् अस्ति. तत्र अङ्ग् कर्तन् इति अस्ति, कर्तन् तत्र दीर्घं भूत्वा कर्ता इति भवति, नकारलोपो भवति प्रातिपदिकान्तस्य कर्तान्. प्राप्तवती वा भगिनी? अत्र आम् केवलं नलोपः प्रथमम् अस्ति पितृ प्लस् सिप् तदनन्तरम् अन्निति प्रत्ययः मध्ये आगच्छति भगिनि. तत् अनङ्प्रत्ययः, अनङ्प्रत्ययः अस्ति ऋदन्तस्य अङ्गस्य, अपि च रट् उशनस् क्रुदंस् अनेह सांच इति कर्त् अत सूत्रसङ्ख्या सप्तम 7194 तत् पश्यतु. तत्रैव प्रक्रिया दत्ता, पितृप्रत्ययः अस्ति, विवरणमपि अस्ति. अनन्तरं तत्र भगिनि अत्र अष्टाध्यायी डाट् काम् मध्ये शब्दः इति अस्ति, स्लाश् सब् शब्दः इति, अत्र शब्दपाठः इति अस्ति. तत्र यथा धातोः वयं प्रक्रियां ज्ञातुं शक्नुमः तथा अत्रापि गत्वा भवन्तानामपि प्रक्रिया जानामि. यतोहि परिभाषा कथं कथं शोधना करणीया, वार्तिक कुत्र दृश्यते? न भगिनि, किन्तु तत्र एतदस्ति, तत्र पश्यति चेत् अधोभागे अष्टाध्यायी व्याख्यान्वेषणम् इति अस्ति, साधनानि इत्यस्मिन् परिचयति रैट् हेण्ड् सैड् मध्ये, यु केन् जस्ट् क्लिक् आन् दि त्री डाशस्, नेविगेट् मुख्यपटं पणिनीसूत्रं तत्र अधः आगच्छतु, साधनानि इत्यस्मिन् अष्टाध्यायी व्याख्या अन्वेषणम् इति अस्ति. तद् नोदयित्वा भवती यत्किमपि वार्तिकानि सन्ति तत्र स्थापयति चेत् कुत्र कस्मिन् सूत्रे एतद् वार्तिकम् इति नास्ति, व्याख्येषु इति धातुः वा रूपं वा यत्किमपि भवतु तत्र व्याक्येषु यत्किमपि दत्तमस्ति तत्र वयम् अन्वेष्टुं शक्नुमः. उदाहरणं पर्युदास इति अन्विष्यति चेत् यत्र यत्र पर्युदास इति प्रयुक्तमस्ति पाणिनिना भाष्यक किमस्ति व्याकरणैः तत् सर्वम् अत्र आगच्छति. तर्हि वार्तिकानि अपि स्थापयति चेत् तत्र यत्र कस्मिन् सूत्रे वार्तिकमस्ति इति ज्ञातुं शक्नुमः. यदि वार्तिकं भवति कदाचित् न्यासे भवति चेत् तत् सर्वम् अत्र पश्यामः. सो कुत्र वार्तिकं लेखितव्यं? व्याख्यानवे तत्र व्याख्यान्वेषणम् अहं भगिनि व्यत्तु यदि भगिनि तत्र मुद्रणस्य मास्तु